नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तुदादिगणः इति विषयः अनुवर्तते. तत्र तुदादिगणः इति गणः अदन्त अङ्गेषु अन्यतमः गणः, यत्र विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तं भवति, तस्व अकारान्तं भवति. तुदादिगणे श इति विकरणप्रत्ययः, श इति प्रत्ययं योजयित्वा अस्माकम् अङ्गम् अदन्तम् इति कृत्वा अस्य पठनं जायमानम् अस्ति. इतः पूर्वं वादिगणः इति विषयः अपि अस्माभिः अधीतः. तुदादिगणे तुदादिभ्यः शः इति सूत्रेण कर्तरि शप् इति सूत्रं प्रबाद्य तुदादिभ्यः शः इति सूत्रेण तुदादिगणीयेभ्यः धातुभ्यः श इति विकरणप्रत्ययः विहितः भवति. श इति तत्र आदौ तत्र धातुतः विकरणप्रत्ययः यदा विधीयते कर्त्रार्थकसारधातुकप्रत्यये परे, तदानीं तत्र विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति. तदेव अत्र प्रमुखः विषयः अस्ति, कीदृश अङ्गकार्याणि भवन्ति इत्येव विषयः अस्ति. यदा एकवारम् अङ्गं निर्मितं भवति तदानीं तत्र अङ्गतिङ्प्रत्ययोः मेलनं भवति. तस्मिन् सन्दर्भे अधिककार्याणि न सन्ति, प्रायेण कुत्रचित् कार्याणि भवन्ति, परन्तु अधिक अङ्गकार्याणि न भवन्ति. वस्तुतः विकरणप्रत्ययम् आश्रित्य एव अधिक अङ्गकार्याणि भवन्ति. तर्हि इदानीं श इति प्रत्ययस्य स्वभावः कः इति चेत्, अङ्गकार्यार्थं श इति प्रत्ययः शित्वा कस्यचित् गृहे ध्वनिः. सो तर्हि तत्र श इति प्रत्ययः सार्वधातुकप्रत्ययः, तिंशित् सार्वधातुकम् इति सार्वधातुकः, अतः श इति सार्वधातुकप्रत्ययम् आश्रित्य गुणकार्यस्य प्रसङ्गः भवति. सार्वधातुकार्धधातुकयोः उगन्तलघुपदस्य च इत्यनयोः सूत्रयोः प्रसङ्गः भवति. परन्तु तत्र श प्रत्ययः अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण अपित्वात् तत्र पित्वं नास्ति इति कृत्वा गुणकार्यं बाधितं भवति. सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इत्यनयोः सूत्रयोः प्रसक्तिः भवति, परन्तु सूत्रद्वयमपि बाधितं भवति अपित्वात्. अतः किनिति च इति सूत्रेण गुणनिषेधः भवति इति सामान्यतया वयम् अवगच्छामः. तर्हि इदानीं तत्र अत्र प्रत्ययः अपित्वात् निद्वद् भवति सार्वधातुकम् अपित् इति सूत्रेण इति उक्तं. तर्हि निद्वत् अस्ति चेत् किं किं तत्र प्रसक्तं भवति इति चेत्, सामान्यतया व्याकरणशास्त्रे प्रत्ययः कित् अथवा नित् अस्ति चेत् एकः तु गुणनिषेधः, द्वितीयः तु तत्र उपधायां न लोपः भवति. अनिदितां हल उपधायाः क्निति इति सूत्रेण न लोपः द्वितीयं कार्यम्. अनन्तरं तृतीयमस्ति सम्प्रसारणं. तत्र सम्प्रसारण कार्यमपि भवति कित्नित् प्रत्ययम् आश्रित्य इति. तत्र त्रीणि कार्याणि प्रमुखानि भवन्ति. ततः परम् अत्र दिवादिगणः अपि च तुदादिगणः अनयोः कः भेदः इति चेत्, दिवादिगणे ष्यन् इति प्रत्ययः, तुदादिगणे श इति प्रत्ययः. ष्यन् इति प्रत्ययः हलादिः अस्ति, श इति प्रत्ययः अजादिः अस्ति. तत्र संज्ञकवर्णानां लोपानन्तरं यत् रूपम् अवशिष्यते तद्रूपं वयं पश्यामः चेत् तत्र ष्यन् प्रत्ययः हलादिः, श प्रत्ययः अजादिः इति कृत्वा तत्र कार्यविषये भेदः भवति. दिवादिगणे अपि अङ्गकार्याणि भवन्ति, तुदादिगणे अपि अङ्गकार्याणि भवन्ति. उभयत्र प्रत्ययः अपित्येव, परन्तु भेदः अस्ति कार्ये, यतोहि एकत्र हलादिः अस्ति अन्यत्र अजादिः अस्ति. अजादिप्रत्ययः अस्ति चेत् सामान्यतया अष्टाध्यायां यत्र कुत्रापि वयं पश्यामः धातुतः अजादिप्रत्ययः अस्ति चेत् तत्र अतिष्णुधातु ब्रुवां युवर् यं वङ्गौ इति सूत्रस्य प्रसङ्गः भवति. अतः यत्र कुत्रापि अजादिप्रत्ययः अस्ति, अपि च पूर्वं यत् प्रकृतिस्वरूपमस्ति प्रकृतिस्वरूपं धातुः इति चेत् तदानीम् अधिष्णुधातुः ध्रुवं युवर् यङ् वङ्गौ इत्यस्य प्रसङ्गः भवति. तर्हि तुधादिगणे अस्माभिः सामान्यधातूनां चिन्तनं कृतम् एव, तत्र विशेषतया किमपि नास्ति, केवलं योजनमेव भवति. तदनन्तरं तत्र इगुपदधातवः इगुपदधातवः तत्र गुणनिषेधः इति कार्यमस्ति. उदुपदधातवः तत्रापि गुणनिषेधः इति कार्यमस्ति. ऋदुपदधातुषु अपि समानम्, उपधायाम् इक्वर्णः अस्ति चेत् गुणस्य पुगन्तलघुपदस्य च इत्यस्य प्रसङ्गः अस्ति, परन्तु तत्सूत्रं बाधितं भवति इति सर्वम् अस्माभिः ज्ञातम्. तदनन्तरं विशेषधातवः इति विषयः जायमानः अस्ति. तत्र इगन्तदातवः, तत्र तादृशधातुः यस्यान्ते इक्वर्णः अस्ति, तर्हि तत्र किं भवति इति चेत् इगन्तदातुः इत्युक्ते तत्र ईकारान्त उकारान्त ऋकारान्तदातवः, तेषु इकारान्तः ह्रस्व इकारान्तः दीर्घ इकारान्तदातुः अथवा ह्रस्व उकारः दीर्घ उकारान्तदातुः अस्ति चेत् तत्र एव अजादिप्रत्यये परे, अत्र सुदादिगणे श इति प्रत्ययः अजादिः इति कृत्वा सर्वत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य प्रसङ्गः भवति. तदस्माभिः अधीतमेव इगन्तदातूनां विषये, अस्माभिः अधीतं यत् तत्र आदौ उदाहरणार्थे तत्र रि इति धातुः अस्ति तुदादिगणे, रि गतौ इति धातुः. तत्र रि धातुतः तत्र श इति विकरणप्रत्ययः विधीयते चेत् रियोगः श योगः ति इति अस्ति. तदानीं रि इति धातुः इगन्तः अस्ति, यतोहि रेपः अनन्तरम् इकारः इगन्तः अस्ति, इक् अन्ते अस्ति, अतः धातुः इगन्तः, इक् अन्ते यस्य सः इगन्तः. तादृशधातुः इगन्तधातुः अनन्तरं श इति प्रत्ययः अजादिः इति कृत्वा सर्वप्रथमं तत्र सर्वसामान्यं सूत्रम् इकोयणचि इत्यस्य प्रसङ्गः भवति. अनन्तरं तत्सूत्रं प्रबाद्य अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसङ्गः. तर्हि श प्रत्ययः अपित्वात् तत्र निद्वद्भवति, सार्वधातुकम् अपित् इत्यनेन निद्वद्भवति, किनिति च इति सूत्रेण गुणनिषेधः इति कृत्वा तत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य प्रसङ्गः भवति. तर्हि अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रे इकारान्तधातुरूपि अङ्गम् उकारान्तधातुरूपि अङ्गम् अनयोः अनन्तरम् अजादिप्रत्ययः अस्ति चेत् इयङ् उवङ् आदेशौ भवतः. तर्हि रि इति धातुः इकारान्तः अस्ति, श इति प्रत्ययः अजादिः अस्ति, रि इत्यस्य धातुसंज्ञा अपि अस्ति. रि इति धातुः यस्य धातुसंज्ञा अस्ति, रि इत्यस्य अनन्तरम् अ इति प्रत्ययः अस्ति इति कृत्वा रि इत्यस्य अङ्गसंज्ञा अपि अस्ति. अतः रि इति कीदृशस्वरूपम् इति चेत् धातुरूपी अङ्गम् इति वक्तुं शक्यते. तादृशधातुरूपी अङ्गम् अस्ति चेत् अनन्तरम् अ इति प्रत्ययः अजादिः इति कृत्वा अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रेण इयङ् आदेशः भवति. तर्हि तस्मिन् विषये अपि, इयङ् आदेशस्य विषये अपि अस्माभिः चर्चितं यत् इयङ् आदेशः नित् अस्ति. नित् तर्हि नित्वस्य प्रयोजनं किम् इति प्रश्नः उदेति. तर्हि तत्र इयङ् इति आदेशे तत्र मकारस्य इत्संज्ञा, यकार उत्तरवर्ति अकारः उच्चारणार्थः, अत्र ईकारः यकारः अवशिष्यते, इय इति अवशिष्यते. तर्हि तत्र अलोन्त्यस्य इति सूत्रेण तत्र अङ्गस्य अन्तिमवर्णस्य स्थाने आदेशः स्यात्, परन्तु आदेशः अनेकाल् अस्ति इति कृत्वा अनेकाल्षित् सर्वस्य इति सूत्रेण रि इति सम्पूर्णस्य स्थाने इयङ् आदेशः स्यात् इति वयं चिन्तयामः. परन्तु अत्र इयङ् इत्यत्र ङकारः उक्तः इति कृत्वा तत्र निच्च इति सूत्रेण, निच्च इति वस्तुतः सूत्रम् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादभूतसूत्रम्, अनेकाश्चित् सर्वस्य इति सूत्रम् अलोन्त्यस्य इत्यस्य अपवादभूतसूत्रम्, एवं रूपेण अत्र निच्च इति सूत्रेण अनेकाश्चित् सर्वस्य इति सूत्रं प्रबाद्य निच्च इत्यनेन अन्तादेशः पुनः विधीयते. अतः रि इत्यत्र इकारस्य स्थाने यङ् आदेशः भवति, अतः रियोगः अयोगः ति रियति इति रूपं विद्यति. एवमेव अन्ये ये धातवः इगन्तदातवः सन्ति तत्र सर्वत्रापि इयङ् आदेशः भवति इति तावत्पर्यन्तम् अस्माभिः ज्ञातं. तत्र तदर्थमेव तत्र रियति, रियति, धियति, क्षियति इत्यादि रूपाणि भवन्ति. री धातुः, ति धातुः, धी धातुः, क्षी धातुः. तर्हि यथा इगन्तानां विषये अस्माभिः अधीतं तथैव अत्र यथा तत्र इकारान्तधातूनां विषये अधीतं तथैव अत्र उकारान्त उकारान्तधातूनां विषये अपि चिन्तनं समानम् अस्ति. तदेकवारम् इदानीं पश्यामः. तर्हि तत्र उमा भगिनी आरम्भं करोति वा? पठामि. उकारान्त उकारान्तदातवः स एव न तदेव. श इति विकरणप्रत्ययः अजादि अपित् इति उक्तः. तस्मात् कारणात् अत्र पुनः इदं सूत्रं प्रवर्तते. अचिष्णु अचिष्णुधातुभ्युवां व्यो यङ् रियङ् वङौ 6477 अनेन उकारान्तधातूनाम् उवङ् आदेश भवति. अजाद्यपिति प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः गुपुरीषो सर्गे इति धातुः. अत्र इन्ट्रोडक्षन् दत्तं. श विकरणप्रत्ययः फार् तुदादिगण. अत्र अतिष्णुधातुभ्रुवां व्योयुरेङ्गौ इति सूत्रं कार्यं करोति. इयङ् उवङ् आदेशः अपि भवति. अजादि अपि प्रत्ययपरे होने पर् क्रमेण सम्पूर्णं पठामः. फर्दर् पठामि वा? अयं गूधातुः यदि वादिगणे अभविष्यत् तर्हि लटीकीरूपं रूपं किं रूपं किं रूपं दट् मकार डाट् अनुस्वार इस् नाट् क्लियर्. ओके, किं रूपम् अभविष्यत् इति चिन्तयेम. गू योगः लट् गू ति गू शप्ति गू आति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः. गो आति एचोयवायावः इत्यनेन अवादेश गद् आति गव् आति गवति. इदं केवलं चिन्तनार्थम्. अयं गूधातुः भादौ नास्ति अतः इदं रूपं न सम्भवति. सस् एन् एक्साम्पल् अत्र दत्तं. सार्वधातुकार्थव्यपत्रयम् इति प्रत्यये शप् इति भादिगणे अस्ति चेत् अत्र गुणः सम्भवति. सो गूधातु गो आगच्छति. देन् एचो यवायावः सूत्रेण गव् गव् आगच्छति. गव् योगः आयोति इति गवति. बट् तत्र गूधातुः भादिगणे नास्ति तस्मात् इदं न सम्भवति. बहु समीचीनं भगिनि. तथैव तत्र केवलं केवलं चिन्तनार्थम् अस्ति, किमपि नास्ति तत्र. अस्तु, इदानीं मीना भगिनी अग्रे पठतु. अत्र कोऽपि प्रश्नः नास्ति इति मन्ये, अस्ति चेत् पृच्छन्तु. यदि तुदादिगणे किम् उमा भगिनि सर्वं विशदमेव वदति तस्मात् आमाम् आम् सत्यम्. समीचीनं, धन्यवादः भगिनि. इदानीं मीना भगिनि. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम. गूयोगः लट् तदनन्तरं गूयोगः थि तदनन्तरं गूयोगः श योगः थि तत्र तुदादिगणे श इति विकरणप्रत्ययः गूयोगः आयोगः थि आ एव अवतिष्ठते अनुबन्ध लोपान्तरं सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् श इति पित् नास्ति तदा तस्मात् अपित् अपित् सार्वधातुकं ङित्वत् भवति किल तस् सार्वधातुकम् अपित् इत्येन श ङित्वत् ङिति च इत्यनेन गुणनिषेधः गू योगः अ योगः ति इको यन् अचि इत्यनेन यन् सन्देहे प्राप्तिः अत्र गु इति गन्तधातु अचि अच् परमस्ति ग्वति ग्वति इति इदं केवलं चिन्तनार्थम् अयं गू धातु तुदादिगणे सामान्यधातुः नास्ति अतः इदं रूपम् अपि न सम्भवति समान रूपेण तत्र चिन्तनमेव यदि गूधातु तुदादिगणे अस्ति यदि गूधातु भूवादिगणे अस्ति कथम् अभविष्यत् परन्तु न भवति किमर्थमिति चेत् गूधातु भूवादिगणे नास्ति अपि च तुदादिगणे अपि नास्ति गू योगः अयोगः ति श विकरणप्रत्ययः अपि सार्वधातुकं ङित्वत् भवति तस्मात् इको यनचि भविष्यति भवितुं शक्यं परन्तु ग्वति इति रूपं न साधुरूपं तस्मात् तं तदपि न सम्भवति. अग्रे पठामः वा? सम्यक् अग्रे पठामः. वस्तुतिः का इति अग्रे पश्येम. गूयोगः लट् गूयोगः ति गूयोगः श योगः ति गूयोगः अयोगः ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन श ङित्वत् ङिति च इत्यनेन गुणनिषेधः भवति. गू गूयोगः अयोगः ति इको यनचि इत्यनेन यन् सन्देहे प्राप्तिः श प्रत्ययः अजादि अपित् अपित् अतः अचिष्णु धातु ब्रुवां योर्यङौ इत्यनेन यन् सन्धिं प्रबाद्य उवङ् आदेशः भवति. इदानीं भुवादि तत्र यदि गूधातु गूधातु इत्र किं गणे अस्ति भगिनि? न, अस्मिन् गणे एव अस्ति, तुदादिगणे एव अस्ति. तुदादिगणे एव अस्ति, तुदादिगणे. सो गूयोगः श योगः अनुबन्धलोपान्तरं गूयोगः अयोगः ति तत्र सार्वधातुक अर्धधातुकयोः इति प्रसक्तिः नास्ति. किमर्थमिति चेत् श प्रत्ययः अपित् अस्ति, अपित् सार्वधातुकं ङित्वत् इति कारणेन ङिति इति सूत्रेण गुणनिषेधः भवति. तदनन्तरम् इको यनचि इत्यनेन यन् सन्देहे प्राप्तिः तत्र श प्रत्ययः अजादि अपित् अतः इको यनचि इको यनचि भवितुं शक्यं परन्तु अत्र अचिष्णु धातु युवर् यङौ इत्यनेन यन् सन्धि प्रबाद्य उवङादे. तत् किमर्थम् इत्युक्ते इको यनचि इति वर्ण अङ्गकार्यं नास्ति, वर्णात् अङ्गं बलीयः इति कारणात् वा भगिनि? पुनः पृच्छतु, किं पुनः पृच्छतु? अत्र गूयोग इको यनचि भवितुं शक्यम्, अत्र प्रसक्तिः अस्ति, श प्रत्ययः अजादि अपित् ङित्वा न अपित्वा न तत्र नास्ति. इको यनचि किमर्थं नास्ति, प्रसक्तिः नास्ति इति मम संशयः. इको यनचि इति अङ्गं नास्ति तत्र, वर्णनिमित्तकार्यं खलु, वर्णात् वर्णं बलीयः इति कारणात् वा किल इति वक्तुं शक्यते. तस्मात् अपि च तत्र पश्यति चेत् इकोयणचि अचिष्णुधातु ब्रुवां योर्यङ् वङ्गौ सर्वधातुकार्धधातुकयोः इति त्रयाणां सूत्राणां प्रसक्तिः. तर्हि एतेषु सर्वेषु सूत्रेषु वयं पश्यामः चेत् इकोयणचि इति सर्वसामान्यसूत्रमस्ति खलु. सर्वधातुकार्धधातुकयोः इति सूत्रमपि बहुत्र कार्यं करोति, अतः सर्वसामान्यं सूत्रमस्ति. तदपि अजिष्णुधातु ब्रुवां योर्यङ् वङ्गौ इति सूत्रं कीदृशमस्ति? अङ्गकार्यं सत्यम् अङ्गकार्यं, परन्तु तस्य अन्यत्र लब्धावकाशः अस्ति वा? अस्ति भगिनि, अस्ति. कुत्र अस्ति? यत्र यत्र अपित् अस्ति, अजादि अपित् अस्ति, तत्र तत्र अचिष्णु ब्रुवां योयङौ इति प्रसक्तिः अस्ति. यदि अजादि अपित् प्रत्ययः अस्ति तत्र तत्र सर्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः नास्ति वा? न नास्ति. सार्वधातुकार्धधातुकयोः अपि अस्ति, अपि अस्ति सार्वधातुकनातिक. तत्र ङित्वा पित्वा न वदति तत्र. तर्हि सार्वधातुकार्धधातुकयोः अपि च अशिष्णुधातु ब्रुवां युवर् याङ् वाङ्गो अनयोः कीदृशसम्बन्धः? अनयोः सम्बन्ध तत्र सार्वधातुक आर्धधातुकयोः किमपि इगन्तं भवितव्यं. सार्वधातुक आर्धधातुक इगन्तस्य अङ्गस्य गुणः भवितव्यं तत्र. इक् अङ्गस्य अन्ते इगन्तम् अप्य अथवा इकेव अन्तिमवर्णः भवति वा सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवितुं शक्यम्. परन्तु अचिष्णु धातुभुवां युवर्योः ङित् अजादिप्रत्ययः परे अपि च ङित् भवितव्यम्. किमर्थं नित्येव भवेत् इति वदति? तत्र सूत्रे तथा उक्तं वा नित्येव भवेत् इति? ङकारः ङित् ङित् सम्यक् किल, तस्मात् ङित् प्रत्ययः ङित् भवति. न न, तत्तु आदेशस्य विषये अस्ति खलु. आदेशः इयङ् उवङ् इयङ् उवङ् इति ङकारः ङित् अस्ति. न, तेन प्रत्ययः अपि ङित् भवेत् इति वा? पुनरपि वदतु भगिनी, प्रश्नः किम्? न, भवती उक्तवती अजादि अपित् प्रत्ययः अस्ति चेत्, नित् प्रत्ययः अस्ति चेत् अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यम् इति उक्तवती खलु. किमर्थम् अपित् प्रत्ययः इति वदति? अचिष्णु धातु ब्रुवाम् इवो इयङ् उवङ् इयङ् उवङ् इति आदेशः नित् भवति, अतः तेन किम्? ततः ङित्वत् ङित्वत् भवति. तस्मात् अचिष्णुधातु ब्रुवां योङ् युवङौ इति सूत्रस्य प्रसक्तिः अस्ति. न भवती उक्तवती प्रत्ययः अपित् भवेत् तदानीमेव अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः इति उक्तवती खलु. किमर्थम् अपित् प्रत्ययः इति उक्तवती? ङित् भवितव्यं, तस्मात् अपित् इति. किमर्थं नित् वस्तुतः भवितव्यम् इत्यस्मिन् विषये अहम् अनन्तरं वदामि. भवती वारं वारं भवितव्यम् इति वदन्ती अस्ति, तस्मिन् विषये किञ्चित् अनन्तरं वदामि. परन्तु अत्र किमर्थं तत्र अपित् भवेत्? किमर्थम् अत्र इयङ् उवङ् इति ङित् किल, तस्मात् न परन्तु आदेशः भिन्नः, आदेशः भिन्नः, प्रत्ययः भिन्नः. किमर्थं भवती मिश्रणं करोति? यङ् वङ्गौ इत्यत्र नित् अस्ति इति कृत्वा प्रत्ययः नित् भवेत् इति कुत्र उक्तम्? स्थारिणः स्थाने आदेशः भवति, सः आदेशः तत्र आदेशे ङकारस्य इत्संज्ञा अस्ति, तस्य तु प्रयोजनं किम्? यङ् वङ्गौ इत्यत्र ङकारस्य प्रयोजनं किम्? ङकारस्य प्रयोजनः नित्येव निति च इति, निति च इति सूत्रं तदनन्तरं भवति. आदेशः कुत्र भवति? प्रसक्त भवति किञ्चित् तत्र मिश्रणं करोति. इदानीं पश्यतु, गुयोगः शयोगः ति. गु इति अङ्गमस्ति, धातुरूपि अङ्गम्. श इति प्रत्ययः अस्ति, श इति प्रत्ययः अजादिः अस्ति. श इति प्रत्ययः अपि तस्ति इति तु सत्यम्, इति तु सत्यम्. परन्तु अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य कार्यार्थम् अपित्वम् अपेक्षितम् इति सूत्रे न उक्तम् खलु? सूत्रे तु अपित्वम् अपेक्षितम् इति न उक्तम्. आदेशः नित् भवति, गु इत्यस्य स्थाने आदेशः नित् भवति, प्रत्ययः नित् इति नास्ति. सूत्रेण प्रत्ययः नित् भवेत् इति न उक्तम् खलु? तर्हि तर्हि गु इति आदेशे, यङ् आदेशे, यङ् आदेशे ङकारस्य प्रयोजनं किं, नित्वस्य प्रयोजनं किम्? इदानीं नित्वं तु प्रत्ययस्य नास्ति, इदानीम् आदेशस्य नित्वं. तादृशनित्वस्य प्रयोजनं किम् इति चेत् अन्तादेशः, निच्च इति सूत्रेण अन्तादेशः एव प्रयोजनं तत्र खलु? परन्तु इदानीं सार्वधातुकार्धधातुकयोः अपि च अचिष्णुधातु ब्रुवां युवर् याङ् वङ्गौ अनयोः कीदृशसम्बन्धः इति विजयलक्ष्मी भगिनी वदतु. उत्सर्ग अपवाद सम्बन्धः. उत्सर्ग अपवादः इति किञ्चित् प्रतिपादयतु. अत्र सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यक्षेत्रं बृहत् अस्ति, परन्तु अचिष्टु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य कार्यक्षेत्रं केवलं धातोः अन्ते उकारः इकारः वा भवतु, अथवा धातु एव इकार उकारः वा भवतु, तत्र एव एतस्य कार्यं भवति अचिपरे, अचिष्णु धातु ब्रुवां. सार्वधातुक अर्धधातुकयोः इत्यस्यापि तत्र कार्यक्षेत्रम् अस्ति. अतः यदि सार्वधातुक अर्धधातुकयोः इत्येव तत्र कार्यं करोति चेत् अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य निरवकाशत्वं भवति इति एतद् अपवादसूत्रम्. अतः एतस्य बलम् अधिकं भवति, अचिष्णुधातु ब्रुवाम् इत्येव कार्यं करोति. इत्युक्ते भवती वक्तुमिच्छति यत् अचिष्णुधातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः नास्ति इति वक्तुमिच्छति खलु? हा, इकार उकारयोर् स्थले यत्र एतस्य कार्यं भवति तत्र सार्वधातुक अर्धधातुकयोः इत्यस्यापि सार्वधातुक लब्धावकाश इति तत्र भवती वक्तुमिच्छति यत्र यत्र. भवती वस्तुतः किं वक्तुम् इच्छति इति चेत् यत्र यत्र अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति कार्यं कर्तुम् आगच्छति, इकारान्तधातुरूपी अङ्गम्, उकारान्तधातुरूपी अङ्गम् यत्र भवति तत्र सर्वत्र सार्वधातुकार्धधातुकयोः इत्यस्य अपि प्रसङ्गः भवति इति वक्तुमिच्छति खलु? सत्यम्. तर्हि सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति इत्युक्ते भ्वादिगणे यत् भू इति धातुः अस्ति तत्र तु सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति, अथवा जी इति धातुः सर्वत्र प्रसङ्गः अस्ति, तत्र तु अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्यापि प्रसङ्गः अस्ति, तत्रापि तत्रापि प्रसङ्गः अस्ति. तत्र तु जी योगः शप् योगः ति इत्यत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसङ्गः अस्ति वा? तत्र भुवादिगणे जि इति अस्ति तत्र षित् अस्ति इति कृत्वा पूर्व प्रथमम् अङ्गकार्यं भवति यदा अङ्गकार्यं भवति अचिष्णुधातुभ्रुवम् इत्यस्य तत्र निमित्तं न भवति इति मन्ये. किमर्थं निमित्तं न भवति? अजादिप्रत्ययः अस्ति वा तत्र? अजादिप्रत्ययः तु अस्ति, इकारान्त अङ्गम् अस्ति वा, धातुरूपी अङ्गम् जि अस्ति, परन्तु जे इति भवति, तत्र इगन्तं नास्ति खलु? न न, जी योगः शप् इत्यत्र तु इगन्तम् अस्ति खलु? न, परन्तु पित् अस्ति इति कृत्वा प्रथमं जे इति भवति. जे किमर्थं तद् भवति, किमर्थं तद् भवति इति प्रतिपादयतु. यतोहि सार्वधातुकार्धधातुकयोः इति सूत्रस्य यदि अपवादसूत्रम् इति वदति, अचिष्णुधातुभ्रुवं योर्यङ्गवङ्गौ इति सूत्रं सर्वधातुकार्धधातुकयोः इत्यस्य अपवादभूतसूत्रम् इति वदति चेत् वादिगणे अपि अचिष्णुधातुभ्रुवम् इत्यस्य कार्यं स्यात् खलु? आम् सत्यं. विप्रतिषेधे परं कार्यम् इत्यनेन भवति, परन्तु प्रत्ययः पित् अस्ति चेदेव सर्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः. प्रत्ययः सार्वधातुकमपित् इत्यनेन ङित्वद् भूत्वा ङिति च इत्यनेन गुणनिषेधः भवति. यदा गुणनिषेधः भवति तदा अचिष्णुधातुभ्रुवाम् इत्यस्य प्रसङ्गः भवति इति चिन्तनं सम्यक् अस्ति. किञ्चित् अनन्तरं परिशीलयामः. इदानीं भुवादिगणे एकवारं पश्यामः. जि योगः शप् योगः ति इति स्थितौ, अस्तु शुभदा भगिनी भवतेव वदतु, जि योगः शप् योगः ति इति स्थितौ इदानीं सर्वधातुकार्धधातुकयोः अचिष्णुधातुभ्रुवां युवर् यङ् वङ्गौ अनयोः द्वयोः सूत्रयोः प्रसङ्गः अस्ति. अनयोः कीदृशसम्बन्धः, कीदृशबाध्यबाधकभावः अस्ति? शप् इति षित् अपि च पित् प्रत्ययः, अतः जि योगः अ इति अवशिष्यते. षित् पित् इति अस्ति इति कृत्वा तस्य पित्त्वम् अस्ति इति कारणात् औत्सर्गिकरीत्या तु सार्वधातुकार्धधातुकयोः इत्यस्य अपि इत्यस्य एव प्रसङ्गः अस्ति अत्र. अतः न उत्सर्ग न न इदानीं भवती उत्सर्गतया इति उक्तवती खलु, उत्सर्गतया. उत्सर्गतया नाम अचिष्णुधातुभ्रुवम् इति अपवादः इति वक्तुमिच्छति वा? उत्सर्गः इति शब्दस्य प्रयोगः कृतः भवत्या, तर्हि तस्य अर्थः कः? अचिष्णुधातुभ्रुवम् इति अपवादः इति खलु? अचिष्णुधातुभ्रुवम्, आं भगिनि, अपवादः इति उक्तवती खलु. अचिष्णुधातुभ्रुवम् अपवादः इति वक्तुमिच्छति वा? अपवादः भवेत्. अपवादः यदि भवेत् तर्हि जीयोगः शप्योगः ति इति स्थितौ इयङ् आदेशः एव स्यात्, अतः जियति इति रूपं स्यात् खलु, न तु जयति. तत्तु नास्ति खलु? नास्ति. अतः अपवादरूप अपवादः इति न भवति इति. तर्हि किं भवति? तस्य निमित्तानि अन्यानि सन्ति इति विचारः, मम विचारः. किमर्थं चेत् यत्र पित् प्रत्ययः अस्ति तत्र तु सार्वधातुकार्धधातुकयोः इत्यस्य एव प्रसङ्गः, यतोहि तत्तु औत्सर्गिकसूत्रम्. परन्तु पुनः तदेव वदति पुनः तदेव वदन्ती अस्ति, तत्र औत्सर्गिकम् इति औत्सर्गिकः इति शब्दस्य प्रयोगं करोति चेत् तर्हि अन्यत् सूत्रम् अपवादः भवति खलु? न, तादृशम् इति न, परन्तु अचिष्णुधातुभ्रुवम् इत्यस्य निमित्तानि एव अन्यानि सन्ति इति. वदतु निमित्तानि कानि. निमित्तानि यानि निमित्तानि सूत्रे उक्तानि सन्ति तत्र तु तस्य उल्लेखः नास्ति, तत् निमित्तस्य उल्लेखः नास्ति. परन्तु यदा सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः भवति तेन गुणः भवति भवितुम् अर्हति तस्मिन् प्रसङ्गे तदेव भवति गुणः एव भवति किमर्थं चेत् तत्र पित्वमस्ति प्रत्ययस्य पित्वमस्ति अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः प्रथमम् अपि च सार्वधातुकार्धधातुकयोः भगिनी सम्यक्तया उक्तवती तत्र पित्वम् अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः सम्यक् इति तत्र फलितार्थः परन्तु किमर्थं पित्वमस्ति चेत् गुणः एव भवति इति वदतु सार्वधातुकार्धधातुकयोः इति परसूत्रमपि भवति इति मन्ये इति वक्तव्यम् इति वक्तव्यम् इदानीमेव तस्य क्रमाङ्कः दृष्टवती क्षम्यताम् तस्य क्रमाङ्कः 7384 इति अस्ति अचिष्णु इत्यस्य 6477 इति अस्ति यदा उभयोः सूत्रयोः युगपत् प्राप्तिः अस्ति तदा अचिष्णु इति अपवादः इति न वक्तुं शक्यते परन्तु सार्वधातुकार्धधातुकयोः इति परसूत्रमस्ति अतः परत्वात् तस्य प्रयोगः भवति इति विचारः तर्हि इदानीं तत्र विप्रतिषेधे परं कार्यम् इति वक्तुमिच्छति खलु आमां तर्हि विप्रतिषेधार्थं किम् अपेक्षितं तुल्यबलविरोधः तर्हि तुल्यबलविरोधः अस्ति वा तुल्यबलविरोधः अस्ति किञ्चित् प्रतिपादयतु अचिष्णुधातु ब्रुवां युवोर्यङ्गु अङ्गौ अत्र तु अचि प्रत्यये परे इति उक्तमस्ति अपि च धातुः इगन्त वा उगन्त वा भवेत् तत्र अतः यानि निमित्तानि सूत्रे उक्तानि सन्ति सर्वाणि अत्र पूरितानि भवन्ति अतः तस्य सूत्रस्य अपि ईक्वल् समानबलेन एव तत्र प्राप्तिः भवति सार्वधातुकार्धधातुकयोः इत्यस्य अपि प्राप्तिः भवति अचिष्णु इत्यस्य अपि प्राप्तिः तत्र समानबलेन भवति अतः उभयोः मध्ये तुल्यबलं वर्तते इति मन्ये यदा तुल्यबलविरोधः इत्यस्य लक्षणं किम् तुल्यबलविरोधः लक्षणम् अन्यत्र लब्धावकाशः भवति अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः तर्हि अनयोः अन्यत्र लब्धावकाशः अस्ति इति कथं प्रतिपादयितुं शक्यते एतावत् यदुक्तं समीचीनं विप्रतिषेधे परं कार्यम् इति एव चिन्तनं सम्यक् अस्ति परन्तु तुल्यबलविरोधः अस्ति इति कथं निरूपयितुं शक्नुमः तत्र श्नु प्रत्ययान्त इति एव इति अपि स्वीकर्तुं शक्यते वा श्नु प्रत्यय इति स्वीकर्तुं न शक्यते तत्तु भिन्नदलमस्ति अचिष्णुधातु ब्रुवाम् इति सूत्रे दलत्रयं वर्तते प्रत्ययान्तम् अङ्गम् इकारान्त उकारान्तधातुरूपि अङ्गं ब्रूप्रातिपदिकम् अतः यदा इकारान्त उकारान्तधातुरूपि अङ्गस्य चिन्तनं यदा जायमानमस्ति तदानीं स्नुप्रत्यान्त अङ्गस्य अवसरः न स्वीकर्तुं शक्यते सुदादिगणे एतस्य कार्यं भवति इति वक्तुं शक्यते वा सुदादिगणे वा लब्धावकाशः तत्र अस्ति सुदादिगणे अस्ति परन्तु तत्र गुणकार्यस्य प्रसक्तिः नास्ति अतः गुणकार्यस्य प्राप्तिः नास्ति प्राप्तिः नास्ति अपि अस्ति इति कृत्वा प्राप्तिः नास्ति तत्र अचिष्णुधातु ब्रुवाम् आयाति सम्यक् इति अपि वक्तुं शक्यते अचिष्णुधातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति यतोहि सुधादिगणे तस्य प्राप्तिः भवति यतोहि सार्वधातुक अर्धधातुकयोः इति सूत्रं बाधितं भवति खलु परन्तु भुवादिगणे अस्य चिन्तनं क्रियते चेत् तदानीं परत्वात् सम्यक्, अचिष्णुधातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. सार्वधातुकार्धधातुकयोः इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? तस्य तु बहुत्र अस्ति. हा, तस्य तु बहुत्र, अर्धधातुकप्रकरणे तु सर्वत्र भवति खलु. अर्धधातुकप्रकरणे सर्वत्र भवति, सार्वधातुकप्रकरणे सार्वधातुकप्रकरणे अपि अन्यस्मिन् गणे भवति. न, प्राप्तिः अपित् अस्ति एव किल. इत्युक्ते तत्र ईगन्तं तत्र तत्र किं ऋकारान्तम् अङ्गमस्ति चेदपि भवति खलु प्राप्तिः. अतः तत्र सर्वधातुकार्धधातुकयोः इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति. कृदन्तानां कृते अपि तस्य कार्यक्षेत्रं भवति खलु? तत्तु आर्धधातुकप्रत्यये परे अस्ति एव. सार्वधातुकप्रत्यये परे अन्यत्र लब्धावकाशः अस्ति वा? उ इति विकरणप्रत्ययः अस्ति खलु अष्टमे गणे, तत्र अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं नास्ति वा? इत्युक्ते तत्र अष्टमे गणे तादृशधातुः अस्ति वा यत्र यत्र अचिष्णुधातु ब्रुवाम् इत्यस्य अवसरः नास्ति? अष्टमे गणे अचिष्णुधातु ब्रुवां न आयाति, तत्र अदन्तम् अङ्गं नास्ति खलु. ओ, इगन्तम् इगन्तम् अपि नास्ति चेत् तर्हि तत्र तत्र वस्तुतः वस्तुतः तनादिगणे तनादिगणे इगन्तम् इगन्तम् अङ्गम् इत्युक्ते केवलं ऋकारान्तम् अङ्गमेव अस्ति. ऋकारान्तम् अङ्गम् ऋकारान्तम् अङ्गं तत्र तु सर्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः अस्ति एव. तत्र तु अचिष्णुधातु ब्रुवाम् इत्यस्य अवसरः नास्ति ऋकारान्त अङ्गेषु. तत्र सार्वधातुकार्धधातुकयोः इति सार्वधातुकप्रत्यये, परन्तु उ इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति खलु. भगिनी, मम प्रश्नः वदतु. तत्र सार्वधातुक आर्धधातुकयोः तत्र किमपि पित्वा अपित्वा किमपि निमित्तं नास्ति खलु? सो प्रतिगणे अपि भवितुं शक्नोति. अतः इदानीं न श्रूयते, पुनः वदतु, पुनः वदतु. तत्र इदानीं श्रूयते न श्रूयते, मध्ये मध्ये भग्नः. अस्तु, सार्धधातुक आर्धधातुकयोः तत्र सूत्रे तु किमपि अपित्वा पित्वं वा किमपि निमित्तं नास्ति, अतः तुदादिगणे अपि भवितुं शक्नोति. भिन्नसूत्रमस्ति, सार्वधातुकम् अपित् इति सूत्रेण तस्य कार्यं निषेधम् अस्ति, किन्तु सूत्रद्वयं पश्यामः चेत् द्वयोः कार्यं कर्तुं सूत्रद्वयं. कस्य गणस्य विषये वदन्ति अस्ति? तुदादिगणे अपि च भुआदिगणे. तत्र सार्वधातुक प्रत्यय अस्ति, शप् इति सार्वधातुकप्रत्यय, श अपि सार्वधातुकप्रत्यय. अतः इदानीं सार्वधातुक अर्धधातुकयोः इति कार्यं कर्तुं शक्नोति, अपि च कार्यं कर्तुं शक्नोति इति भिन्न, कार्यं कर्तुं शक्नोति इति एका वार्ता, परन्तु प्राप्तिः अस्ति वा नास्ति वा इति अन्या वार्ता. यदा प्राप्तिः भवति, यदा प्रसक्तिः अस्ति तदानीमेव अन्यत्र लब्धावकाशः इति वदामः वा? नो चेत् प्राप्तिः यदा अस्ति तदानीम् अन्यत्र लब्धावकाशः इति वदामः वा? तत्र सार्वधातुकम् अपि इति निषेधं भवति, अतः इदानीम् अचिष्णुधातु तुदादिगणे लब्धावकाश सार्वधातुक अर्धधातुकयोः अत्र लब्धावकाशः नास्ति इति वदति वा? प्राप्तिः अस्ति चेदेव लब्धावकाशः, यदा प्राप्तिः नास्ति बाधितं भवति कथञ्चित् तदानीं प्राप्तिः नास्ति खलु, तर्हि अन्यत्र लब्धावकाशः इति कथं वक्तुं शक्यते? अस्तु, तर्हि अत्र सार्वधातुक अर्धधातुकयोः इति परत्वम् इति उक्तं तत् समीचीनं, परन्तु सार्वधातुक अर्धधातुकयोः इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा इति चेत् तत्र ऋकारान्तं, तत्र भुवादिगणे अपि ऋकारान्तम् अङ्गम् अस्ति चेत्, परन्तु ऋकारान्तम् अङ्गम् अस्ति अजादिप्रत्ययः अस्ति चेत् तत्र सरधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः भवति, यथा तत्र तृ इति धातुः अस्ति खलु, तृ तरति, तत्र तु सरधातुक अर्धधातुकयोः इत्यस्य अन्यत्र लब्धावकाशः अस्ति. जी इत्यत्र तु अचिष्णुधातु ब्रुवाम् इत्यस्य अपि प्रसङ्गः अस्ति खलु, किन्तु इदानीं तु सार्वधातुक अर्धधातुकयोः सूत्रं परसूत्रम् अस्ति, अतः एकक्षणम् अस्माकं परिस्थितिः का, जी योगः शप् योगः ति इति एव परिस्थितिः अस्ति, अत्र द्वयोः एकत्र प्राप्तिः अस्ति खलु, अतः वयं चिन्तयामः इदानीं द्वयोः अन्यत्र लब्धावकाशः अस्ति वा न वा इति चिन्तयन्तः स्मः. तदर्थम् अस्माभिः उक्तम् अचिष्णुधातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, यतोहि तुदादिगणे तस्य प्राप्तिः अस्ति इति उक्तम्. अस्तु, इदानीं सार्वधातुकार्धधातुकयोः इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्ने जी इत्यत्र प्राप्तिः इति न वक्तुं शक्यते, जी एव अस्माकं प्रसङ्गः अस्ति. जी दातुं विहाय अन्यत्र कुत्र प्रसङ्गः अस्ति तस्य इति चेत्, तत्र तृ धातुः यत्र अस्ति तत्र तु प्रसङ्गः अस्ति. तृ धातुः तृयोगः शप् योगः ति इति स्थितौ, तत्र तु अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसङ्गः एव नास्ति, सरधातुकार्धधातुकयोः इत्यस्य एव अवसरः, अतः तस्य अन्यत्र लब्धावकाशः अस्ति. अतः द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति, एकत्र प्राप्तिः अस्ति जी योगः शप् योगः ति इति स्थितौ, अतः सार्वधातुकार्धधातुकयोः इति परत्वात् तस्य कार्यं भवति, अतः जयति इति रूपं सिद्ध्यति. तत्र परत्वात् इति उक्तम्. इदानीं तत्र अस्माकं प्रकृतविषयः अस्ति तुदादिगणे गुयोगः शयोगः ति, अत्रापि द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, तर्हि इदानीम् अत्रापि तत्र परत्वात् इति परत्वात् तत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः इति सामान्यतया वयं चिन्तयामः चेत्, सार्वधातुकार्धधातुकयोः इति सूत्रं तु वस्तुतः अत्र बाधितम् अस्ति, नितिज इति सूत्रेण बाधितम् अस्ति, अतः अचिष्णुधातु ब्रुवां युवर् याङ्ग् वङ्गौ इति सूत्रस्य एव साक्षात् प्राप्तिः भवति इति कृत्वा तत्र गुवति इति रूपं निष्पन्नं भवति. तर्हि तयोर्मध्ये कीदृशः अत्र सङ्घर्षः इति वक्तव्यम्? अत्र तु परत्वात् नास्ति, एकस्य अन्येन सूत्रेण बाधते इति कृत्वा अचिष्णुधातु ब्रुवां कार्यं करोति इति वक्तव्यं वा? न, इत्युक्ते तत्र किं भवति इति चेत्, आदौ सर्वधातुकार्धधातुकयोः अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति द्वयोः अपि प्रसङ्गः अस्ति, परन्तु यत्र सार्वधातुकार्धधातुकयोः इत्यस्य निषेधकं सूत्रमस्ति, किरीतीच इति सूत्रं निषेधकं सूत्रमस्ति खलु, सार्वधातुकार्धधातुकयोः इत्यस्य निषेधकसूत्रं किरीतीच इति सूत्रं, तर्हि तद् एकं शास्त्रं भवति. यदा वयं सार्वधातुकार्धधातुकयोः इति सूत्रस्य चिन्तनं कुर्मः तदानीं तत्र युगपत् तत्र किरीतीच इति सूत्रस्यापि चिन्तनं भवति. यदि प्रत्ययः अपित् अस्ति तदानीं कृतिच इति सूत्रं सर्वधातुकार्धधातुकयोः इति सूत्रम् एकं शास्त्रं भवति. एकस्मिन् पक्षे सर्वधातुकार्धधातुकयोः कृतिच इति सूत्रद्वयम् अस्ति, अन्यस्मिन् पक्षे अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रमस्ति. एतादृशसन्दर्भे अत्र सर्वधातुकार्धधातुकयोः इति सूत्रं साक्षात् बाधितमस्ति कृतिच इति सूत्रेण, अतः तस्य प्राप्तिः एव नास्ति निषेधकबलेन, तदर्थम् अचिष्णुधातु ब्रुवां युवर् याङ्गौ इत्यस्य साक्षात् प्राप्तिः भवति. अतः एव वयं वदामः, तत्र मीनाभगिनी उक्तवती अपित् अजादिप्रत्ययः अस्ति चेदेव भवति इति उक्तवती, परन्तु सूत्रे किमपि न उक्तम्. अपित् प्रत्ययः अस्ति चेदेव, अजादि अपित् प्रत्ययः अस्ति चेदेव अचिष्णुधातु ब्रुवां कार्यं करोति इति न उक्तं, तथापि तदेव फलितार्थः अस्ति. फलितार्थः तदेव, तत् कथं लभ्यते इति चेत् तत्र सारधातुकार्धधातुकयोः अपि च अचिष्णुधातु ब्रुवाम् अनयोः द्वयोः सूत्रयोः प्रसङ्गः यदा भवति, परन्तु तत्र सारधातुकार्धधातुकयोः इत्यस्य निषेधकसूत्रमस्ति मिति च इति सूत्रम्. अतः तत् द्वयमपि एकं शास्त्रं भवति, अतः निषेधकसूत्रं पृथक्तया वयं न चिन्तयामः. प्रथमं सारधातुकार्धधातुकयोः अचिष्णुधातु ब्रुवाम् अनयोः प्रसङ्गः अस्ति, सारधातुकार्धधातुकयोः इत्यस्य परसूत्रम् अस्ति इति तादृशचिन्तनमेव न भवति. यतोहि यत्र निषेधकसूत्रमस्ति तद् एकरूपेण वयं पश्यामः. अतः यत्र प्रत्ययः नित्वत् अस्ति तत्र तु सारधातुकार्धधातुकयोः क्निति च इति सूत्रद्वयं युगपत् प्रसङ्गः, अन्यस्मिन् पक्षे अचिष्णुधातु ब्रुवां योर् याङ् वङ्गौ इत्यस्य प्रसङ्गः. सारधातुकार्धधातुकयोः इति साक्षात् बाधितम् अस्ति, अतः तस्य चिन्तनमेव न कार्यम्. इदानीम् अचिष्णुधातु ब्रुवाम् इति साक्षात् प्रसक्तिः, तस्य सङ्घर्षः नास्ति अन्येन सूत्रेण एव, यतोहि सारधातुकार्धधातुकयोः इति बाधितम्. भगिनि, भवती पूर्वं पृष्टवती तयोः सम्बन्धः किम् किं भवति इति. सो विप्रतिषे क्षम्यतां, सो तत्र उत्सर्ग अपवादसूत्रं तु नास्ति एव. सम्बन्धः किम् इति सम्बन्धं किम् इति पृच्छति चेत् परत्वात् परसूत्रम् अस्ति इति वक्तुं शक्नुमः. किं तत् सम्बन्धं भवति, किं सम्बन्धः भवति किम् न अत्र अत्र सुदादिगणे विशेषः वर्तते. सुदादिगणे कस्यचित् प्रतिध्वनिः सुदादिगणे किं वक्तव्यम् इति चेत् सरदातुक प्रत्ययस्य स्वभावः कः इति वयं पश्यामः चेत् प्रत्ययः निद्वत् अस्ति. अत्र सारधातुकप्रत्ययः निद्वत् अस्ति, अतः अत्र नित् प्रत्ययः अस्ति चेत् सारधातुकार्धधातुकयोः क्निति च इति सूत्रम् द्वयमपि युगपत् प्रसक्तं भवति. अतः तत्र साक्षात् सारधातुकार्धधातुकयोः इति बाधितम् अस्ति, अतः तत्र सम्बन्धः अत्र वक्तुं न शक्यते. यतोहि सारधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः, निषेधः अपि युगपत् भवति एकशास्त्ररूपेण, अतः तत्सूत्रस्य प्रसङ्गः एव नास्ति. अतः परत्वम् अपरत्वम् इति किमपि चिन्तनमेव नास्ति, साक्षात् बाधितम्. अतः प्राप्तिः अचिष्णुधातु ब्रुवाम् इत्यस्य एव. भवत्याः प्रश्नस्य उत्तरमस्ति तयोः सम्बन्धः एव नास्ति. हा, सम्बन्धः नास्ति, तादृशबाध्यबाधकसम्बन्धः नास्ति. सर्वधातुकार्धधातुकयोः इति निषिद्धम् अस्ति, अतः अचिष्णुधातु ब्रुवाम्. अतः तत्र सर्वधातुकार्धधातुकयोः इति परं वा अपरं वा इति तादृशचिन्तनस्य आवश्यकता एव नास्ति, साक्षात् बाधितम् अस्ति. अतः प्राप्तिः अचिष्णुधातु ब्रुवाम् इति एकस्य एव. भगिनी, एतत्तु अवगतं, मम एकः प्रश्नः आसीत्, किञ्चित् भ्रमः जातः. अचिष्णुधातु ब्रुवां युवोर् यङ् वङ्गो इत्यस्य अन्यत्र अन्यत्र अवकाशः अस्ति वा इति चर्चा वयं कृतवन्तः तदा. तस्य तुदादिगणे प्राप्तिः अस्ति इति तत् न अवगतं भगिनि, क्षम्यताम्. इदानीं प्राप्तं खलु, गुयोगः शयोगः ति इति स्थितौ सारधातुकार्धधातुकयोः इति साक्षात् बाधितम् अस्ति क्निति च इति सूत्रेण, अतः तस्य प्रसङ्गः नास्ति. तर्हि किं भवितुमर्हति गुयोगः शयोगः ति इत्यत्र? इकोयणचि भवितुम् अर्हति. इकोयणचि इति सूत्रं प्रबाद्य एव सारधातुकार्धधातुकयोः इत्यस्य चिन्तनं. तर्हि सारधातुकार्धधातुकयोः इति सूत्रं बाधितं. तर्हि इकोयणचि इति एकं सूत्रमस्ति, अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति अन्यत् सूत्रमस्ति. द्वयोः मध्ये किं भवितुम् अर्हति? इकोयणचि इति वर्णकार्यम्, अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति अङ्गकार्यम्, अतः तस्य एव प्राप्तिः. तर्हि तुदादिगणे तु सर्वत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य प्राप्तिः साक्षात् भवति प्रत्ययः अपित्वात्, अतः तस्य लब्धावकाशः तत्र अस्ति. इदानीं भुवादिगणे वयं पश्यामः चेत् जीयोगः शप्योगः ति इति स्थितौ, तत्र अचिष्णुधातु ब्रुवाम् इत्यस्य अपि प्रसङ्गः, सर्वधातुकार्धधातुकयोः इत्यस्य अपि प्रसङ्गः. तत्र निषेधस्य वार्ता नास्ति, यतोहि प्रत्ययः पित् अस्ति. तर्हि इदानीं द्वयोः युगपत् प्राप्तिः अस्ति, तर्हि द्वयोः अन्यत्र लब्धावकाशः अस्ति वा इति चेत् आम्, अचिष्णु धातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः कुत्र इति चेत् तुदादिगणे साक्षात् प्राप्तं खलु भूयोगः शयोगः ति इत्यत्र साक्षात् प्राप्तं यतोहि सरधातुकार्धधातुकयोः इति सूत्रमेव निषिद्धम् अस्ति अतः तत्र साक्षात् प्राप्तिः अस्ति तत्र युगपत् प्रसङ्गः एव नास्ति तत्र सारधातुकार्धधातुकयोः अचिष्णुधातु ब्रुवाम् इत्यस्य युगपत् प्रसङ्गः नास्ति सारधातुकार्धधातुकयोः साक्षात् निषिद्धं तर्हि अचिष्णुधातु ब्रुवाम् इत्यस्य प्राप्तिः तर्हि अन्यत्र लब्धावकाशः प्राप्तः प्राप्तः अस्तु धन्यवादः अस्तु अवगतं वा सर्वैः अत्र किं शोभाभगिनी एकवारं वदति वा किम् अस्ति अत्र तुदादिगणे अनयोः सम्बन्धः अस्ति वा किम् अस्ति इत्युक्ते सार्वधातुक अर्धधातुकयोः अपि च अचिष्णु धातुभ्रुवाम् इत्यनयोः तत्र प्रथमं वयं दृष्टवन्तः तत्र सार्वधातुक अर्धधातुकयोः इति परत्वात् कार्यं करोति इति तदनन्तरं तत्र कस्य विषये वदनीयं भगिनि इदानीं तुदादिगणे गुयोगः शयोगः ति इति स्थितौ अत्र श इति प्रत्ययं निमित्तीकृत्य किं भवति किं किं सूत्रं प्रसक्तमस्ति तुदादिगणे इत्युक्ते तत्र केवलं चिन्तनार्थं वा तुदादिगणे इति धातुः नास्ति तुदादिगणे गु इति धातुः गुयोगः शयोगः गु गुयोगः शायोगः ति इति तत्र गु इति उगन्त अङ्गं शा इति सार्वधातुकप्रत्ययः अपि च अपि तपि योगः ति इति तत्र इगन्त इति अपि वक्तुं शक्नुमः इगन्त अङ्गम् अस्ति गुणस्य प्रसक्तिः अस्ति शकारः सार्वधातुकप्रत्ययः अस्ति किन्तु अपित्वात् सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः न भवति तदनन्तरं गुणः न भवति चेत् तत्र प्रथमं सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः तस्य निषेधः भवति चेत् अनन्तरम् इको एनचि इति सूत्रं कार्यं कर्तुम् आगच्छति अतः तत्र उकारस्य इकोयणचि इत्यनेन वकारः भवति तत्र किं तत् दृष्टवन्तः न तद् मास्तु तत्तु केवलं चिन्तनार्थं तत्र इदानीं सर्वधातुकार्धधातुकयोः इति सूत्रं निषिद्धम् इति उक्तं तत् सम्यक् इदानीं गुयोगः अयोगः ति इति स्थितौ सूत्रद्वयं वर्तते इकोयणचि अचिष्णु धातु ब्रुवां युवर्याङ्गो अङ्गौ अनयोः किं भवति अस्तु इको एणचि इति तत्र सामान्यसूत्रं यत्र यत्र इक् वर्णाः इक् इगन्त अङ्गं भवति तत्र सर्वत्र इको एणचि इत्यस्य प्रसक्तिः भवति अतः तत्र कार्यक्षेत्रम् अचिष्णुधातुभ्रुवां इयङ्गुवङ्गौ इति सूत्रस्य अपेक्षया कार्यक्षेत्रं बृहत् अस्ति इको एनचि इत्यस्य तत्र अपि च अचिष्णुधातुभ्रुवाम् इति सूत्रे निमित्तानि सीमितानि तत्र श्नु इति प्रत्ययस्य अपि च धातुरूपी अङ्गस्य यत्र इकार उकारः धातोः एव अस्ति तादृशी स्थितिम् अपि च भ्रू इति प्रातिपदिकस्य तत्र स्पष्टतया उक्तानि निमित्तानि तेषु एव अचिष्णुधातुभ्रुवां योरियङ् उवङ्गौ इति सूत्रस्य प्रसक्तिः भवति तेन कारणेन तत्र इकोणचि इति सूत्रं तत्र किं प्रभाद्य इति एव वदनीयम् प्रबाद्य अचिष्णुधातुभ्रुवाम् इति सूत्रस्य प्राप्तिः भवति तत्र कीदृशः सम्बन्धः इत्युक्ते तत्र यदि सामान्यसूत्रं प्रबाद्य विशिष्टसूत्रम् आगच्छति चेत् तत्र लब्धावकाशः तत्र अन्यत्र अन्यत्र लब्धाव न न वर्णदानवलीयः इति वर्णकार्यम् अङ्गकार्यम् इति किन्तु तत्र केन तत्र किं नामकरणं किम् अस्ति इत्युक्ते पूर्वपर नित्यान्तरङ्ग अपवाद अपवादानाम् उत्तरोत्तरं बलीयः इति तत्र सामान्यसूत्रम् अपि च विशिष्टसूत्रस्य कृते अस्तु अङ्गम् इत्यस्य एव प्रसक्तिः प्रसक्तेः कृते भवति चेत् भगिनि इको एनर्जि तु वर्णकार्यम् अस्ति अचिष्णुधा तु अङ्गकार्यम् अस्ति भगिनि तत्र वर्णादङ्गं बलीयः इति एव तत्र चर्चा अभवत् अस्तु तदेव कारणेन भवति इदानीं क्रमेण इत्युक्ते तत्र वर्णादङ्गं बलीयः इति अस्ति एव तत्र नास्ति चिन्ता तस्य अपेक्षया अस्माकं परिभाषा का अस्ति पूर्वपरा नित्यान्तरङ्गानां नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः प्राबल्यं वर्तते खलु परिभाषया हा वदतु पूर्वसूत्रस्य कृते परसूत्रं बलीयं भवति यथा तत्र सार्वधातुक अर्धधातुकयोः किमर्थं तस्य प्रसक्तिः इति दृष्टवन्तः यत्र इत्युक्ते अधुना पूर्वप्रसङ्गे किं वक्तुं शक्यते अनयोः मध्ये अनयोः मध्ये पूर्वप्रसङ्गे इको एणचि न न तत्र न आगच्छति खलु भगिनि पूर्वपरा इति इको एणचि अपि च क्रमेण वयं चिन्तयामः चेत् इको एणचि अनन्तरम् अचिष्णुधातु ब्रुवाम् अनयोः पूर्वपरप्रसङ्गः यदा चिन्तयामः तदानीं किं द्रष्टव्यं भवति पूर्वपरप्रसङ्गः दृष्टं चेत् तत्र सामान्यसूत्रम् अपि च तस्य प्रसक्तिः वा पूर्वपर इत्युक्ते कार्यमेव अत्र द्रष्टव्यम् न अन्यत्र अन्यत्र लब्धावकाशं द्रष्टव्यं तत्तु विप्रतिषेधे भवति अन्यत्र अन्यत्र लब्धावकाशः तदेव पूर्वपरप्रसङ्गः तदेव पूर्वप्रसप्रसङ्गः पूर्वस्य अपेक्षया परसूत्रं बलवत् इति यदा वदामः तदानीं विप्रतिषेधे परं कार्यम् इत्यस्यैव व्यक्तीकरणम् अस्ति तथा पूर्वपरप्रसङ्गः इति अस्तु तर्हि इदानीं द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा हा द्वयोः अस्तु इकोणचि इत्यस्य तु यत्र यत्रापि अच् परे अस्ति अचि परे अच् अस्ति अपि च यत्र इकः स्थाने अङ्गम् इकः स्थाने आदेशः इति उक्तत्वात् यण् इति आदेशः यत्र इक् अङ्गान्ते इक् भवति तत्र सर्वत्र आगच्छति अचि परे अपि च अचिष्णुधातुभ्रुवां इति सूत्रस्य प्रसक्तिः अन्यत्र अधुना दृष्टवन्तः तत्र अत्र तु इक् इत्यस्य एव यत्र इ उ रु भवति इति ऋकारान्त अङ्गस्य इति तृ इति अस्ति चेत् न भवति इ उ इत्यस्य एव यथा तत्र अधुना भवती उक्तवती इति भूधातोः कृते किमर्थं न भवति इति अन्यत्र लब्धावकाशः अस्ति भगिनि किन्तु कुत्र अस्ति इको एणचि इत्यस्य सम्यक्तया उक्तवती तत्र सर्व बहुत्र तत्र इको एणचि इत्यस्य कार्यं भवति इत्युक्ते भूयोगः अ इति तत्र तु अत्र पदनिर्माणकार्यम् अस्ति पदस्य निर्माणम् अस्ति परन्तु यत्र यत्र एतत्तु एकस्मिन्नेव पदे कार्यमस्ति परन्तु पदान्ते अस्ति चेदपि इक् वर्णः पदान्ते अस्ति चेदपि तस्य अनन्तरम् अच्वर्णः अस्ति चेदपि इकोयणचि इत्यस्य कार्यं भवति खलु भवति पदम् अपदम् उभयत्र भवति अतः इकोयणचि इति सर्वसामान्यं सूत्रं तस्य अन्यत्र लब्धावकाशः तु अस्ति एव इदानीम् अचिष्णुधातुब्रुवाम् अचिष्णुधातुब्रुवाम् इत्यत्र अन्यत्र लब्धावकाशः अस्ति वा अचिष्णुधातुब्रुवाम् इत्यस्य यत्र अस्तु तत्र अत्र एव अस्मिन् प्रसङ्गे एव गु इत्यस्य कृते तस्य एव प्रसक्तिः भवति इति भवति खलु तत्र कुत्र गु इति भुवादिगणे वा न गु गु इति तुदादिगणीयधातु न तदेव अस्माकं प्रकृतस्थितिः अस्ति अतः अत्र अवकाशः भवति इति न वक्तव्यम् एतत् स्थलं विहाय अन्यत्र अस्ति वा अवकाशः इति प्रश्नः मनसि नास्ति तत्र अन्यत्र यत्र तत्र उकारः इकारः उकारः यत्र भवति धातुरूपी अङ्गस्य तत्र सर्वत्र अस्मिन् सूत्रस्य अपि प्रसक्तिः अस्ति किन्तु अपि कार्यं कर्तुं शक्नोति खलु पुनः वदतु कुत्र अन्यत्र लब्धावकाशः शोभाभगिनी वदतु यत्र धातोः धातुरूपी अङ्गस्य इकार उकारः अस्ति यत्र कुत्रापि तत्र सर्वत्र अचिष्णुधातुब्रुवाम् इति सूत्रस्य अपि च अजादिप्रत्यये परे तत्र सर्वत्र कार्यं करोति न इत्युक्ते यत्र यत्र अचिष्णुधातुब्रुवाम् इत्यस्य प्रसङ्गः भवति सर्वत्र इकोयणच् इति अपि आगच्छति खलु तदेव सुमन् भगिनी वक्तुमिच्छति हा तत्र सर्वत्र आगच्छति किन्तु तत्र पुनः तत्र एव विप्रतिषेधे परं कार्यम् इति इत्यस्य प्रसक्तिः विप्रतिषेध नास्ति भगिनि तत्र तत्र एकं तु वर्णकार्यं द्वितीय अङ्गकार्यम् अतः अङ्गकार्यं सूत्रमेव गुयोग श तत्र सूत्रत्रयं कार्यं कर्तुं शक्नोति प्रथम तु सर्वधातुक धातुकयोः इको यनचि अपि च अचिष्णुधातु सूत्रत्रयम् इदानीं मास्तु सूत्रत्रयम् अस्तु सार्वधातुक अर्धधातुकयोः इति इदानीं त्यक्तं खलु तत्र प्रथमतया पश्यामः चेत् सूत्रत्रयम् इको यनचि वर्णकार्यम् अन्यत्रयं सूत्रचतुष्टयम् सर्वदातुकम् अपि क्रीति च सत्यं अत्र इदानीं पश्यामः चेत् सार्वधातुक अर्धधातुकयोः तस्य निषेधः भवति इदानीं पुनः पश्यामः चेत् इको यनचि इति वर्णकार्यम् अतः अचिष्णुधातु इति एव कार्यं करोति न किमर्थं तदेव कार्यं करोति तदेव अस्माकं प्रश्नः खलु स एव प्रश्नः अङ्गकार्यं भवति खलु एकक्षणं भगिनि सुमन् भगिनि एकक्षणम् अङ्गकार्यं भवति इति वयं तत्र आदौ एव उक्तवन्तः वर्णादङ्गं बलियः इति तु अस्ति तत्र नास्ति इति न वदामि तत्तु अस्ति परन्तु अहं किं वदामि इति चेत् पूर्वपरनित्यान्तराङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः प्राबल्यं वर्तते इट् हेस् मोस्ट् स्ट्रेङ्थ् कम्पेर् टु वर्णादङ्गं बलीयः अतः तस्याः बलेन अपवादः बलेन अत्र किं वक्तुं शक्यते पूर्वपरत्वात् भवति वा अचिष्णुधातुब्रुवाम् इत्यस्य प्राप्तिः अस्ति परन्तु परत्वात् भवति वा परत्वाद् भवति इति वदति चेत् अन्यत्र लब्धावकाशः कुत्र अस्ति अनयोः इति प्रदर्शनीयम् नास्ति सर्वत्र ईकारः उकारः यत्र अकार अनन्तरम् अचि आयाति इको एनर्जि इत्यस्य कार्यं भवति एव, किन्तु इको एनर्जि अजादिपरे लब्धावकाशः न भवति, तस्य अन्यत्र लब्धावकाशः नास्ति। अचिष्णुधातुभ्रुवाम् इत्यस्य कार्यक्षेत्रवकाशत्वं भवति इति यदि भवति, अनन्तरम् अदन्त अङ्गम् अस्ति चेत् सर्वत्र इको एनर्जि आगन्तुं शक्यते, अतः तस्य कार्यक्षेत्रं बृहत् अस्ति। परन्तु यदि इको एनर्जि एव कार्यं करोति चेत् अजिष्टुधातुभ्रुवम् इत्यस्य निरवकाशत्वं भवति इति कृत्वा तदेव कार्यं करोति। सम्यक्, बहु सम्यक् इति अस्ति, अवगतं वा? भगिनी भवती उक्तवती तत्र परिभाषा इति तस्य तत्तु मोर् पवर्फुल् अस्ति, वर्णात् अङ्गकार्यं बलिः, तत् तदपि परिभाषा नास्ति किम्? वर्णादङ्गं बलियः इति अपि परिभाषा अस्ति इति चिन्तयामि, परिभाषा एव वार्तिकं नास्ति, तथापि तत्र वैयाकरणैः वैयाकरणैः तत्र पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलियः इति परिभाषायाः प्राबल्यम् इति उच्यन्ते। ओ अस्तु अस्तु, इति कृत्वा तत्र वारणादङ्गं बलियः इस् लास्ट् रिसोर्ट्। ओ अस्तु, अन्यत् किमपि न लभ्यते चेत् तदानीं वारणादङ्गं बलियः इति वदामः, परन्तु पूर्वपरनित्यान्तरङ्ग इस् मोर् पवर्फुल् इस् तस्य परिभाषायाः धातु अस्ति चेत् तस्य अपवादरूपेण एव कार्यं करोति। भगिनी तत्र निरवकाशत्वेन इति वदामः भवति इति, अपि च तत्र अन्यत्र लब्धावकाशः, किन्तु तत् तत् परिभाषाम् उपयुज्य कथं वदामः तत्र पूर्वपरनित्यान्तरङ्ग तत्र पूर्वपरनित्यान्तरङ्ग इत्यत्र पूर्वपरप्रसङ्गः नास्ति, पूर्वपरप्रसङ्गः तदा एव भवति यदा द्वयोः अन्यत्र लब्धावकाशः भवति। अत्र तु इको एनचि इत्यस्य अन्यत्र लब्धावकाशः अस्ति, परन्तु अचिष्णुधातुभ्रुवम् इत्यस्य अन्यत्र लब्धावकाशः नास्ति इति कृत्वा अत्र विप्रतिषेधे परं कार्यम् इति वक्तुं न शक्यते। अत्र अचिष्णुधातुभ्रुवम् इति सूत्रम् अत्र कार्यं न करोति चेत् अन्यत्र कुत्रापि कार्यं कर्तुं न अर्हति इति कृत्वा तत्र अपवादबलेन अचिष्णुधातुभ्रुवम् इत्यस्य कार्यं भवति। इत्युक्ते यथा भवती उक्तवती तत्र फलितार्थः अपित् परे एव भवति इति, अन्ततो गत्वा अचिष्णुधातुभ्रुवम् इत्यस्य प्राप्तिः कुत्र भवति इति चेत् अत्र धातुतः प्रत्ययः अस्ति चेत् तदानीम् अपित् प्रत्ययः अस्ति चेदेव अचिष्णुधातुभ्रुवम् इत्यस्य कार्यं करणीयम्। अचिष्णुधातुभ्रुवम् इति सूत्रस्य कृते अस्तु, तद् न स्मर्यते चेत् एतादृश सम्यक् रीत्या चिन्तनं करणीयं, किमर्थं पूर्वपरप्रसङ्गः अस्ति वा किम् अस्ति इति सर्वं चिन्तयामः चेत् अन्ततो गत्वा फलितार्थः अपि प्रत्ययः अस्ति चेत् प्राप्तः भवति इति वयम् अवगन्तुं शक्नुमः। हा, तत्र पूर्वपरनित्यान्तरङ्ग इति सूत्रस्य पुनः अध्ययनं करणीयं भगिनि। तदेव अस्माभिः इदानीं पुनःस्मरणमेव क्रियमाणम् अस्ति। अहं पुनः पठामि तत्र, अपि च वयं सामान्यतया प्रसक्तिः नास्ति प्राप्तिः, प्रसक्तिः अस्ति प्राप्तिः न भवति इति वदामः अस्मिन् परिच्छेदे, तत्र वस्तुतिथिः इति तत्र सर्वत्र गुणप्राप्तिः भवति तदनन्तरं गुणनिषेधः इति उक्तं, तद् न अवगतवती। गुणप्राप्तिः इति न वक्तव्यं, प्राप्तिः इति केवलं तद् सर्वधातुक अर्धधातुकयोः इति सूत्रमेव पश्यामः चेत् प्राप्तिः इति वक्तुं शक्यते, परन्तु तादृशं न पश्यामः खलु। व्याकरणशास्त्रे तु यत्र निषेधकशास्त्रम् अस्ति, निषेधकशास्त्रम् अपि च विधायकशास्त्रं द्वयं मिलित्वा एव पश्यामः। तत्र तदेकवाक्यं भवति, तदेकवाक्यं भवति, अतः इत्युक्ते किम् इति चेत् इगन्त अङ्गस्य इकः गुणः भवति सरदातुक सरदातुकप्रत्यये परे अर्धदातुकप्रत्यये परे सः प्रत्ययः पित् प्रत्ययः भवेत् इति तादृशः एकवाक्यं भवति. अपित् प्रत्ययः अस्ति चेत् न भवति इति अपि एकं वाक्यमस्ति. अतः निषेधकशास्त्रम् अपि च विधायकशास्त्रं द्वयोः मिलित्वा एकवाक्यम् इति वदामः. अतः अत्र प्राप्तिः इति वक्तुं न शक्यते, यतोहि तत्र निषेधकशास्त्रमस्ति खलु. अतः अत्र अत्र यथा लिखितं तथा न चिन्तनीयं. गुणप्राप्तिः अस्ति, तदनन्तरं प्राप्तिः यदा भवति तदनन्तरं कथं निषेधः भवति, तथा नास्ति. तदेव मम इति नास्ति, गुणप्राप्तिः इति नास्ति, प्रसङ्गः अस्ति, परन्तु तस्य निषेधः अपि अस्ति. भगिनी भवती उक्तवती भवितव्यम् इति किमपि न वक्तव्यं किमपि वदति. भवितव्यम् इति न भवितव्यम् इति तत्र मीना भगिनी वारं वारं भवितव्यं भवितव्यम् इगन्तम् अङ्गं भवितव्यम् इति उक्तवती खलु भगिनी. तत्र अङ्गेन भवितव्यम् इति अस्ति. सम्यक्, किमर्थं तथा? भूधातुः अकर्मकधातुः, कर्मपदं न स्वीकरोति, अतः तत्र तस्य तृतीया विभक्ति भवति. इत्युक्ते किम् इति चेत् भूधातुः अकर्मकः इति कृत्वा तत्र कर्मपदं कदापि न सम्भवति, अतः कर्ता एव सम्भवति. कर्ता एव तृतीया, भावे प्रयोगः एव सम्भवति. भावे प्रयोगः एव सम्भवति, कर्मणि प्रयोगः न सम्भवति. अतः यत्र तप्रत्ययः अस्ति अथवा तव्यत् प्रत्ययः अस्ति भूधातुना सह, तदानीं तत्र कर्मणि प्रयोगः न शक्यते एव. अतः इगन्तम् अङ्गं भवितव्यम् इति अशुद्धम् अस्ति. तदर्थं किं वक्तव्यम्? इगन्तम् अङ्गेन भवितव्यम् इति वक्तव्यम्. तत्र तृतीया एव भवति, कर्तृरूपेण एव भवति. भगिनी तत्र अर्थः इति अस्ति चेत् अर्थेन भवनीयम् इति भवति वा? सत्यम् अस्तु इति इदानीम् अत्र वदामः चेत् अर्थेन भवितव्यं कथं? वाक्यस्य अर्थः भवितव्यः न अर्थेन भवितव्यम् इति भगिनी उक्तवती. तत्र प्रसङ्गः इदानीं तत्र किं कर्तरी प्रयोगे वाक्यं वदतु, कोऽपि वदतु तत्र किं वक्तुमिच्छति इति कर्तरी प्रयोगे वदतु. कः? शोभा भगिनी भवती एव उक्तवती खलु अर्थेन भवितव्यम् इति. अस्तु, तत्र अर्थः भवति इत्येव स्वीकुर्मः चेत् तस्य अर्थः भवति इति, तत्र भावे प्रयोगे तस्य अर्थेन अर्थेन अर्थः इति पुंलिङ्गे अस्ति, अर्थेन भवनीयं वा अर्थेन भवितव्यः वा इति भवति भगिनि? कर्तरीप्रयोगे भवती लटी उक्तवती अर्थः भवति इति उक्तवती. इदानीं तत्र सव्यत्प्रत्ययः तत्र विदित्वेन उक्तं खलु. अर्थः भवेत् इति विधिलिङ्गकारे भवेत् अर्थः भवेत् इति उक्तम्. तदेव वाक्यम् इदानीं तत्र भावे प्रयोगे वदतु सव्यत् प्रत्ययं स्वीकृत्य. अर्थेन भवितव्यम् इति भवति तावदेव. तत्र भवितव्यं भवति वा भवितव्यम् इति एव, यतोहि भावे प्रयोगे अस्ति खलु. भावे प्रयोगे एकवचने प्रथमपुरुषे एव सर्वदा. आं सत्यं, हा अस्तु. भवितव्यं नो चेत् भवितव्यं भवनीयम् एव. इत्युक्ते तत्र त्रिषु लिङ्गेषु न भवति इति. आम्, यदि कर्मणि प्रयोगे वदामः चेत् कर्मणि प्रयोगे किमपि अन्यत् स्वीकृत्य वा? कर्मणि प्रयोगे वदतु वाक्यम्. इदानीं तव्यत् प्रत्ययः तत प्रत्ययः मास्तु, कर्मणि प्रयोगे यक् इति प्रत्ययं स्वीकृत्य. भूयते इति भवति, अर्थेन भूयते. अर्थेन भूयते इति वाक्यमस्ति. अस्तु, समीचीनम्. तर्हि इदानीं प्रश्नः अस्ति वा तत्र भवितव्यम् इति सावधानतया वक्तव्यम् भवितव्यम् इति सावधानतया वक्तव्यं यदा भवितव्यम् इति यदा वदामः तदानीं कर्मपदरूपेण वक्तुं न शक्यते अतः तत्र सर्वदा तृतीया एव भवति भावे प्रयोगे अस्तु इदानीम् किञ्चित् अन्यः प्रश्नः तत्र भवितव्यं भवितव्यः भवितव्या भवितव्यम् इत्येषु भवितव्यम् इत्यस्य कृते एव किमर्थम् इति न अवगतं भगिनि भावे सर्वदा नपुंसकलिङ्गे एव भवति खलु महोदय अस्तु इत्युक्ते कर्मपदम् इत्युक्ते कर्मपदम् अनुसृत्य यतोहि प्रत्ययः कर्मार्थे भवति चेत् इदानीम् अहं वदामि ग्रामः गन्तव्यः इति वदामि चेत् गन्तव्यः इत्यत्र यः तव्यत् प्रत्ययः अस्ति सः कर्मार्थे विहितः अस्ति तव्यत् प्रत्ययेन कर्म उक्तं भवति कर्म इदानीं ग्रामः पुल्लिङ्गे अस्ति इति कृत्वा अत्र गन्तव्यः इत्यपि पुल्लिङ्गे भवति पुल्लिङ्गे एकवचने भवति परन्तु यत्र भूधातुः अकर्मकः अस्ति तदानीं कर्मपदमेव न सम्भवति कर्मपदं न सम्भवति चेत् यत्र कुत्रापि संस्कृतभाषायां यत्र विशेषतया पुल्लिङ्गे वा स्त्रीलिङ्गे वा इति वक्तुं न शक्यते तत्र तु नपुंसकलिङ्गे एव भवति यत्र अनुसरणस्य कृते किमपि नास्ति चेत् डिफाल्ट् नपुंसकलिङ्गं भवति नपुंसकलिङ्गे एकवचने भवति अस्तु धन्यवादः भगिनि समीचीनं तर्हि इदानीम् अग्रे गच्छामः वा इदानीं पमेला भगिनी अग्रे पठतु आं भगिनि अचि श्नु दातु भुवा योरियुङ्गौ इत्यस्य अर्थः उपरि दत्तः अत्र गुधातुः उकारान्तः अतः उकारस्य स्थाने उवङ् आदेशः न तु इयङ् इत्येव भेदः यतोहि सूत्रेण उक्तं यत् इकारान्तधातोः स्थाने इयङ् उकारान्तधातोः स्थाने उवङ् उकारान्तधातोः स्थाने उवङ् तदा उवङ् आदेशः कस्य स्थाने इति चेत् पुनः अनेकाश्चित् सर्वस्य इत्यस्य अपवादे निच्च सूचयति यत् नित्वात् अन्तस्य एव आदेशः अतः यण् प्रपाद्य उवङ् आदेशः भवति अन्तस्य उकारस्य स्थाने अस्तु अत्र वयम् अचिष्णु धातु ब्रुवां योरियमङ्गौ इत्यस्य विवरणं पूर्वमेव दृष्टं तत्र पूर्वं तत्र गु इत्यस्य किं प्रक्रिया उपरि दत्तम् अधुना यत् प्रक्रिया गु इत्यस्य विषये चर्चितं तदैव प्रक्रिया उकारान्तस्य अपि ईकारान्तादेश अत्र गुधातु उकारान्त उकारस्य सर् न तु उकारस्य आदेशः कथम् इयङ् कथम् आदेशः भवति तदैव उवङ् आदेशः इति भवति इति उक्तं यत्र उकारान्तधातु अस्ति तत्र उवङ् आदेश यत्र ईकारान्तधातु अस्ति तत्र इयङ् आदेशः भवति कस्य स्थाने भवति इत्युक्ते पुनः अनेकाश्चित् वयं तु पूर्वं जानीमः यत्र आदेशः भवति तत्र अलोन्त्यस्य इति औत्सर्गिकसूत्रेण अन्त आदेशः भवेत् किन्तु अचिषु तत्र इयङ् उवङ् आदेशः अनेकाल् अस्ति अत एव अनेकाश्चित् सर्वस्य इति प्रबाद्य सर्वस्य स्थानिने आदेशः भवेत् उवङ् इयङ् आदेशः किन्तु इयङ् आदेश उवङ् आदेश नित् अस्ति अन्ते अत एव निच्च इत्यनेन यत् आदेशः नित् अस्ति तत् आदेशः केवलम् अन्तादेशः एव भवेत् इति उच्यते तर्हि निच्च अनेकाचित् सर्वस्य अपवादित्वेन अन्तादेशः भवति इति तात्पर्यम्। सम्यक् सम्यक् समीचीनं। यद् अस्माभिः पूर्वं चर्चितं तदेव अत्रापि उक्तम्। इकारान्तधातूनां विषये यथा चर्चितं तथैव अत्रापि अस्ति। अस्तु, इदानीं ततः अग्रे लक्ष्मी भगिनी पठतु। आं भगिनि, पठामि। गु पुरीषोत्सर्गे गुयोग श गुयोग आ अचिष्णुधातु ब्रुवाङ् इवोर् यङ् वङौ इत्यनेन अचीपरे उवङ् आदेशः गुयोग उ योग आ गुवा इति अङ्गं गुवा योगति गुवति इति रूपं चित्यते। तुदादिगणे षट् उकारान्तधातवः गु धृ कुङ् नु धृ षु येषां सर्वेषां कार्यं गुधातोः यथावत् अतः गुवति ध्रुवति कुवते नितः अस्मनेपतिधातुः नुवति ध्रुवति सुवति इति रूपाणि सिद्ध्यन्ते। अत्र गु हा गु इति अत्र किं जातम् इति एकवारं प्रदर्शयतु। हा, गु इति उकारान्तधातुः अस्ति, तुदादिगणीयः अस्ति, ति इति विकर्णप्रत्ययः अग्रे अस्ति, शप् विकर्णप्रत्ययः आयाति, तत् प्रभाद्य शा इति तुदादिभ्यः शः आगच्छति, गुयोग शा इति स्थितौ, गुयोग आ इति निर्बन्धलोपानन्तररूपं भवति। एतस्मिन् स्थित्यां उकारान्तधातुरूपी अङ्गम् अस्ति, ततः परम् अचि अजादि प्रत्ययः परे अस्ति इति कारणात् अचिष्णु धातु ब्रुवाङ् युवोर् यङ् वङौ इति सूत्रम् आयाति। तेन उकारस्य स्थाने उवङ् आदेशः भूत्वा गुव् इति भवति, गुव् योग आ गुव इति अङ्गं सिद्ध्यते, ततः परं गुवा योगति गुवति इति रूपं प्राप्नोति। अत्र एतावत्पर्यन्तं कोऽपि प्रश्नः अस्ति वा? अत्र अस्माभिः यत् चर्चितं तदेव अत्र उक्तमस्ति, कोऽपि प्रश्नः? भगिनि, एकः प्रश्नः तु नास्ति, किन्तु यदा कदा अस्माकं प्रक्रियायां सूत्रद्वयम् आगच्छति, एकं सूत्रं बलीयः इति विधीयते, ततः परमपि यत् सूत्रं निषेधः निषिध्यते तत् सूत्रं पुनः आगन्तुं शक्नोति इति अपि भवति खलु? न अवगतम्। इत्युक्ते एकस्य सूत्रस्य निषेधः अस्ति चेत् पुनः कथम् आगन्तुं शक्नोति? इत्युक्ते इदानीं गुयोग शा इत्यत्र वस्तुतः अत्र इकोयणचि अपि प्रसक्तिः अस्ति। इकोयणचि सर्वधातुकार्थधातुकयोः इत्यनयोः मध्ये इकोयणचि प्रभाद्य सर्वधातुकार्थधातुकयोः आगच्छति, ततः परम् अचिष्णु धातु ब्रुवाम् आगच्छति सर्वधातुकार्थ। तथा न चिन्तनीयं, वस्तुतः तथा न चिन्तनीयमेव। यथा अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसङ्गे मया उक्तं, तत्र सर्वधातुकार्थधातुकयोः क्निति च सूत्रम् एकवाक्यम् अस्ति। एवमेव अत्रापि इकोयणचि सर्वधातुकार्धधातुकयोः निधि च इति त्रयाणां सूत्राणां प्रसक्तिः सर्वधातुकार्धधातुकयोः इति सूत्रं बाधितमस्ति क्निति च इति सूत्रेण इति कृत्वा इकोयणचि इत्यस्य प्रसङ्गः भवितुमर्हति, पुनः अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसङ्गः भवितुमर्हति इति सूत्रद्वयमेव अस्ति। सर्वधातुकार्धधातुकयोः इति सूत्रं निषिद्धम् अस्ति तत्र। अस्तु, तथापि एतादृशं भवितुम् अर्हति खलु? पुनः एकं निषेधः भवति? न, पुनः न भवितुमर्हति। तद् पुनः भवति चेत् निषेधस्य निषेधकसूत्रं व्यर्थं भवति। पुनः भवति इति वदति चेत् एकस्य सूत्रस्य निषेधः जायते, पुनः तत् सूत्रं प्राप्यते चेत् किमर्थं निषेधः? निषेधकसूत्रं व्यर्थं खलु, अतः पुनः प्राप्यते इति वक्तुं न शक्यते। यदि एकस्य सूत्रस्य निषेधः अस्ति चेत् तद् निषिद्धमेव, तस्य पुनः प्राप्त्यर्थं प्रतिप्रसवः इति वदति, तदर्थम् अन्यत् सूत्रम् अपेक्षितम्. अस्माकं समासवर्गे अस्माभिः चर्चितं प्रतिप्रसवः इत्यस्य विषये. यदि एकस्य सूत्रस्य विषये एकेन सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः अन्येन सूत्रेण क्रियते, पुनः तदेव कार्यं किञ्चित् भिन्नरीत्या अन्येन सूत्रेण पुनः नूतनसूत्रेण क्रियते चेत् तदानीं प्रतिप्रसवः इति उच्यते, निषेधकसूत्रस्य बाधकम्. अत्र तु तथा नास्ति. निषेधकसूत्रस्य बाधकम् अस्ति चेत्, सूत्रं साक्षात् अस्ति चेत् तदानीं भिन्नवार्ता. सूत्रं नास्ति चेत् निषिद्धं निषिद्धमेव. इतोपि अत्र प्रसक्तिः अस्ति चेत् पुनः तस्य प्रसक्तिः अस्ति चेत् पुनः प्रसक्तिः कथं भवितुमर्हति? निषिद्धं चेत् निषिद्धमेव, पुनः प्रसक्तिः इति वदति चेत् केन सूत्रेण प्रसक्तिः? निमित्तानि पूरितम् इति कृत्वा पुनः तस्य न निमित्तानि न भिन्नस्थले अस्ति चेत् भिन्नवार्ता. तस्मिन्नेव स्थले एकवारम् एकं सूत्रं प्रसक्तं, तद् निषिद्धं, तर्हि पुनः तस्य विधानं न भवति. यदि विधानं पुनः अस्ति इति वदति चेत् तत्र निषेधकसूत्रं व्यर्थम् इत्यर्थः, तथा न भवति. भगिनि उदाहरणं ददाति किम्? उदाहरणम् इदानीं तत्र समासप्रसङ्गे सूत्राणि सन्ति भगिनि, तत्र इदानीं वदामि चेत् तत्र न अवगम्यते. यथा यथा उक्तम्, एकं सूत्रं विधायकशास्त्रं, तस्य निषेधकशास्त्रं, पुनः विधानार्थम् अन्यत् सूत्रम् अस्ति, तावदेव. सूत्रं साक्षात् अस्ति, निषेधकस्य बाधनार्थं सूत्रमस्ति चेत् भिन्नवार्ता. अस्तु, तर्हि अत्र स्थगयामः. केचन जनाः अत्र अस्माकं वर्गे न पठितवन्तः, बहवः प्रश्नाः आसन्, अतः क्षन्तव्यम्. अग्रिमकक्षायां भवन्तः धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.